अस्तु, तर्हि अद्य संयोगस्य विषये किञ्चित् चर्चा भवति. वयं करपत्रस्य पठनात् दृष्टवन्तः यत् संयोगः इति युतसिद्धयोः एव भवति इति. युतसिद्धौ नाम ययोः आश्रयः अथवा अवयवाः भिन्नाः तौ युतसिद्धौ इति जानीमः. युतसिद्धत्वं यत्र अस्ति तत्रैव संयोगः अपि भवति इति. तस्मिन्नेव सन्दर्भे एकः प्रश्नः आगतः आसीत्, यत्र अवयवाः भिन्नाः तत्रैव संयोगः भवति इति उक्तं. तर्हि अवयवपरम्परां दृष्ट्वा सर्वेषां सावयवद्रव्याणाम् तस्यां परम्परायाम् अन्तिम अवयवः तु परमाणवः एव भवन्ति इति. तर्हि तत्र प्रश्नः उदेति, यदि अन्तिमावयवाः परमाणवः एव तर्हि सर्वेषाम् अवयवा आश्रयः अथवा अवयवाः समानाः इति चेत् तत्र संयोगः कुत्रापि न भवति वा इति प्रश्नः. तस्य समाधानम् अस्माभिः गते वर्गे चर्चितं, तस्य विषये किञ्चित् वदति वा सावित्री भगिनी? आं भगिनि, वयं दृष्टवन्तः यत् सर्वे परमाणवः भिन्ना एव, तत्र यतोहि सर्व सा अवयवद्रव्याणाम् अन्तिम आश्रयः भवन्ति परमाणवः, किन्तु परमाणवः तु प्रत्येकं भिन्नभिन्ना एव. तत्र दृष्टिद्वयं दृष्टवन्तः. तर्कशास्त्र अनुसारे तर्कशास्त्रे प्रत्येकं यदा परमाणुद्वयं मिलति तत्र नूतनद्रव्यमेव उत्पद्यते. यतोहि द्वयणकं वदामः, परन्तु तत् द्वे परमाणुद्वयस्य मेलनमेव न, नूतनद्रव्यः द्रव्यमेव भवति. तथा एव त्रयणुकं चतुरणुकम् इत्यादिः अपि भविष्यन्ति. तथा एव कपालिका, कपालः, घटः इति उत्पद्यन्ते. परन्तु बौद्धमतानुसारं तथा नास्ति, सर्वे परमाणवः एव. घटः अपि विलक्षणपरमाणुपुञ्जः तथा एव इति बौद्धानां मतं. परन्तु नैयायिकानां यथा भवत्या उक्तं, प्रत्येकस्मिन् स्तरे नूतनद्रव्यं सृष्टं भवति इति खलु. तर्हि तेन अस्माभिः किं ज्ञायते, नूतनद्रव्यं प्रत्यस्मिन् स्तरे दृष्ट्वा, कार्यरूपद्रव्यं दृष्ट्वा परमाणुविषये किं वक्तुं शक्नुमः? यथा नूतन अस्माभिः ज्ञायते यत् अवयवी अवयवम् अवलम्ब्य एव तिष्ठन्ति. यदा कार्यं किञ्चित् कार्यं दृष्ट्वा कारणस्य विषये अपि किञ्चित् ज्ञातुं शक्नुमः. नूतनद्रव्याणि भवन्ति चेत् तस्य कारणानि अपि भिन्नभिन्नानि भवन्ति एव, पृथक् पृथक् विशेषः भवन्ति एव परमाणुषु. तर्हि परमाणवः परस्परभिन्नाः भिन्नाः इति साधितं. तर्हि अस्माकं मूलप्रश्नः आसीत् परमाणवः एव अवयवाः इति चेत् संयोगः न भवति वा इति. तर्हि तस्य उत्तरं किं? तत्र यतोहि परमाणवः सर्वेषु परमाणुषु परमाणत्वम् इति अस्ति, परन्तु सर्वे परमाणवः भिन्नाः एव. तत्र किमस्ति, भिन्नाः इति कृत्वा आश्रयः उच्यतम्, पृथगाश्रयाश्रितत्वं नास्ति, पृथगाश्रयाश्रितत्वम् अस्ति एव, सर्वे युतसिद्धम् एव अयुतसिद्धं नास्ति, तदर्थं यत्र यत्र युतसिद्धत्वं भवति अथवा पृथगाश्रयाश्रितत्वं भवति तत्र तत्र संयोगसम्बन्धः भवितुम् अर्हति। हा समीचीनम् इति वार्ता अस्ति। यद्यपि अवयवपरम्परायां परमाणवः अन्तिमावयवाः, तथापि परमाणवः परस्परभिन्नाः इत्यनेन तत्र आश्रयाः भिन्नाः सर्वेषां युतसिद्धानां द्रव्याणाम् इति कृत्वा युतसिद्धयोः मध्ये तथा भवति, संयोगः भवति। किन्तु अयुतसिद्धयोः मध्ये यथा घटः कपालः, तयोः मध्ये समानाः परमाणवः भवन्ति। कपालस्य ये परमाणवः ते घटे अन्तर्भूताः अपि भवन्ति इति कृत्वा तत्र आश्रयः भिन्नः अस्ति इति न वक्तुं शक्नुमः। तर्हि तत्र संयोगः न सम्भवति, युतसिद्धयोः सम्भवति एव इति वार्ता अस्ति। अपि च अग्रे गत्वा ततः इतोपि एकः प्रश्नः आगतः आसीत्, इदानीं पटः अस्ति, पटस्य नाशनानन्तरं परमाणवः एव अवशिष्यन्ते चेत् ते एव परमाणवः पुनः घटमपि निर्मातुम् अर्हन्ति, तर्हि पुनः अवयवभेदः नास्ति इति वदामः वा इति प्रश्नः। तस्मिन् विषये माला भगिनी किं वदति? अन्तिमपरमाणव परमाणुः भवति चेत् तदा ईश्वर इच्छावशात् किमपि भवितुम् अर्हति। हा सत्यम्, आरम्भे यद्यपि परमाणुत्वम् इत्येव अस्ति अथवा पृथिवीत्वम् इत्येव अस्ति, पार्थिवपरमाणवः घटे अपि गन्तुं शक्नुवन्ति पटे अपि ईश्वर इच्छावशात् इति तु अस्ति। किन्तु प्रश्नः आसीत् यद् पटस्य नाशनानन्तरं, पटः इति निर्मीयते तस्य नाशनानन्तरं परमाणवः अवशिष्यन्ते चेत् तत्र ते एव परमाणवः पुनः घटे घटस्य निर्माणार्थम् उपयुक्ताः भवन्ति, तदा अवयवभेदः नास्ति खलु इति प्रश्नः। तत्र किम् उक्तमासीत्? सन्ध्या भगिनी किञ्चित् साहाय्यं करोति वा तस्मिन् सन्दर्भे? तत्र यद्यपि पटस्य नाशानन्तरं तत्र परमाणवः पटपरमाणवः भवन्ति, परन्तु कालान्तरेण तत्र ईश्वरस्य इच्छानुसारं तत्र यद्यपि प्रायः चिन्तयामः घटपरमाणवः भवन्ति, तर्हि इदानीं पूर्वं परमाणुषु यद् पटत्वम् आसीत् इदानीं तद् नास्ति, घटत्वम् अस्ति, अतः पटस्य अवयवाः इदानीं तत्र न भवन्ति एव, घटस्य एव परमाणवः, घटस्य एव अवयवाः तैः निर्मीयन्ते इति अस्ति। हा बहु समीचीनं भगिनि। तर्हि आहत्य परमाणवः भिन्नभिन्नाः अपि च मूर्तद्रव्य युतसिद्धयोः भिन्नभिन्नः आश्रयः एव भवन्ति, अवयवाः अपि भवन्ति इति अस्ति परमाणुस्य। अस्तु, तस्मिन्नेव करपत्रे तत्र अनुच्छेदत्रयं योजितमस्ति महोदयेन अन्तिमभागे, तत् किञ्चित् पठामः। मध्ये केन केन आगतम्? वर्धिनी अस्मि। वर्धिनी भगिनि, अस्तु। अनन्तरम् अन्य कोऽपि अस्ति खलु? सावित्री भगिनी, सन्ध्या भगिनी, माला भगिनी, वर्धिनी भगिनी, अन्य कोऽपि? भगिनी अजितः। अजितः महोदय, अस्तु तर्हि तथा च इत्यस्मात् आरभ्य पठेम। सावित्री भगिनी पठति वा? आं भगिनि। तथा च पार्थिवपरमाणुषु रूपं रसः गन्धः स्पर्शः इत्येते गुणाः सन्ति, ते च न उद्भूताः इत्यस्मात् न गृह्यन्ते अस्माभिः। तथैव जलीयपरमाणुषु रूपं रसः स्पर्शश्च इत्येते गुणाः भवन्ति, तेजसः परमाणुषु रूपं स्पर्शः भवतः, वायौ स्पर्शः इति गुणः वर्तते। अतः कस्यचित् पार्थिवपरमाणोः रक्तरूपं, कस्यचित् श्वेतरूपं, कस्यचित् च कृष्णरूपम्। सर्वेषु पार्थिवपरमाणुषु रूपं पाकवशात् उत्पद्यते, नश्यति च। अतः एतदाधारेण अपि पार्थिवपरमाणवः भिद्यन्ते। एकस्य परमाणोः एकः गन्धः, अपरस्य पुनः अन्यः गन्धः। परमाणवः द्रव्याणि, तस्मात् तेषु गुणाः भवत्येव। गन्धवती पृथिवी इत्यस्ति किल, पार्थिवपरमाणुः अपि पृथिवी। अस्तु, उच्यतां भगिनि। अत्र पार्थिवपरमाणुषु कस्य किं किं गुणः भवितुम् अर्हति इति किञ्चित् विवृतमस्ति। यथा वयं पूर्वमेव दृष्टवन्तः, पृथिव्यां रसः रूपः, रूपं रसः, गन्धः स्पर्शः इत्येते गुणाः भवन्ति। तथा एव पार्थिवपरमाणुषु अपि चत्वारः गुणाः भवितुम् अर्हन्ति, ते च उद्भूताः न इति वयं पूर्वमेव दृष्टवन्तः। परमाणुस्तरे, परमाणुः स्तरे वयं साक्षात् न द्रष्टुं शक्नुमः, तदर्थम् अत्र उक्तमस्ति उद्भूताः न इति। यतो इन्द्रियैः न गृह्यन्ते इति, अनुद्भूताः इत्युक्ते इन्द्रियैः न गृह्यन्ते, यतोहि तेषां रूपं रसः गन्धः स्पर्शः एते सर्वे गुणाः सन्ति, परन्तु अस्माभिः इन्द्रियैः न गृह्यन्ते। तथैव जलीयपरमाणुषु अपि गन्धः न भवति, परन्तु रूपं रसः स्पर्शः एते त्रयः गुणाः भवन्ति एव। तेजसः परमाणुषु रूपं स्पर्शः भवतः, वायौ स्पर्शः एव भवति। अतः वयं जानीमः पार्थिवपरमाणुषु रूपं भवति, तदर्थं केचन पार्थिवपरमाणोः रक्तरूपं भवन्ति, अन्यत् केचन पार्थिवपरमाणोः श्वेतरूपम् अथवा कृष्णरूपम् इति भवितुम् अर्हन्ति। सर्वेषु पार्थिवपरमाणुषु रूपं पाकवशात् उत्पद्यते अपि च नश्यति, यथा पूर्वमेव वयं दृष्टवन्तः। तेजस्वी स्पर्शः भवति चेत् पार्थिवपरमाणुषु पाकवशात् किञ्चित् रूपस्य परिवर्तनं भवति, तत्तु नित्या नास्ति, अनित्या अस्ति। अतः एतदाधारेण अपि पार्थिवपरमाणवः भिद्यन्ते, रूपं भिन्नभिन्न भवितुम् अर्हन्ति। तदर्थं पार्थिवपरमाणवः रूपात् भिद्यन्ते। एकस्य परमाणोः एकः गन्धः, अपरस्य पुनः अन्यगन्धः अपि भवितुम् अर्हति। परमाणवः द्रव्याणि, तस्मात् तेषु गुणाः भवन्ति, यथा पूर्वमेव दृष्टं। गन्धवती पृथिवी इति पृथिव्याः लक्षणम् अस्ति, तदर्थं परमाणुषु अपि गन्धः भवति एव, पार्थिवपरमाणुषु गन्धः भवति एव। समीचीनम्। पाकवशात् इत्युक्ते यदा पार्थिवपरमाणवः तेजसा संयुक्ताः भवन्ति तदेव वा? सत्यम् इति पुनः इतोपि एकवारम् अवलोकयामः. सन्ध्या भगिनी एव पठतु, तत्र द्व्यशीतितमे पुटे अस्ति रूपादिचतुष्टयं पुस्तके, अधुना करपत्रात् पुस्तकं प्रति. हा पठामि वा भगिनि? हा पठतु. अस्तु भगिनि पठतु. रूपादिचतुष्टयं पृथिव्यां पाकजं जमनित्यं पाकजम् अनित्यं च, अन्यत्र अपाकजं नित्यम् अनित्यं च, नित्यगतं नित्यम् अनित्यगतम् अनित्यं, चतुर्णां विशेषमाह रूपादिचतुष्टयम् इत्यादिनां. पृथिव्यां पाकजं, पाकः तेजः संयोगः तेन जायते. आतपे स्थापिते नारिकेलशकले पूर्वरूपादिनाशः अन्येषां चोत्पत्तिः तेजः संयोगादेव. अन्यत्र जलादौ तत् अपाकजं न पाकेन जायते, वक्षमाणप्रकारेण कारणगुणेभ्यः जायते. तत्रैव जलादौ नित्ये परमाणौ रूपादिनित्यम् तत्रैव जलादौ नित्ये परमाणौ रूपादिनित्यम्, अनित्ये द्व्यणुकादौ अनित्यम्. अत्र च जलादौ रूपादिचतुष्टयासम्भवेन यथासम्भवेन यथासम्भवमेव ग्राह्यं, विस्तरः अन्यत्र. तर्हि रूपादिचतुष्टयम् इत्युक्ते रूपं रसः गन्धः स्पर्शः इति वा? तथा एव, समीचीनं. रूपादिचतुष्टयं पृथिव्यां पाकजम् अनित्यं, तर्हि पृथिव्यां रूपं रसः गन्धः स्पर्शः एते चत्वारः गुणाः अपि पाकजाः एव गुणाः, अपि च ते अनित्याः इति अर्थः. एवम् एवं सत्यम्. अस्तु, तर्हि रूपमपि पृथिव्यां पाकजः एव, तत्तु भवतु, परन्तु गन्धः तु कथं पाकजः? गन्धः तु अस्ति एव किल पार्थिवपरमाणुषु? रूपमपि अस्ति एव पार्थिवपरमाणुषु, परन्तु परमाणुस्तरे अपि एते सर्वे गुणाः पाकजाः इति तैः उच्यते नैयायिकैः. इत्युक्ते तत्र पृथिव्या सह तेज सह संयोगः भवति एव, तदा एव रूपम् आगच्छति पार्थिवपरमाणुषु इति वा? परिवर्तनं भवति इति. अस्तु, सन्ध्याभगिन्याः प्रश्नः अस्ति, यदा पृथिवी जायते तदा तेजः तेजसः संयोगः स्यात्, तदा एव एते गुणाः जायन्ते इति, खलु भगिनि? हा, इति एव चिन्तयामि अहं, यतोहि ते वदन्ति खलु पाकजम् अनित्यम्. अनित्यम् इत्युक्ते यथा परमाणवः तथा नास्ति इति खलु, परमाणवः नित्याः, किन्तु तेषां विद्यमाना तेषु विद्यमानाः गुणाः अनित्याः, तेजसः संयोगेनैव जायन्ते. अस्तु, पार्थिवपरमाणुषु एव एतादृशी स्थितिः. अस्तु अस्तु, तर्हि अन्यत्र अपाकजं नित्यम् अनित्यं च, तर्हि अन्यत्र ये गुणाः सन्ति ते अपाकजाः सन्ति इत्युक्ते अन्यद्रव्येषु इति पृथिवीं विहाय अन्यत्र तावदेव, अन्यत्र ये गुणाः सन्ति इत्युक्ते तत्र जले वा वायौ वा, ते अपाकजाः गुणाः नित्यम् अपि अनित्यम् अपि. नित्यगतं नित्यम् अनित्यगतम् अनित्यम् इत्युक्ते तत्र एतद् न अवगतं, नित्यगतम् इत्युक्ते तत्र किम्? नित्यगतं जलीयपरमाणवः नित्याः खलु. आम्, हा, जलीयपरमाणुषु रूपमस्ति, रसः अस्ति, अपि च स्पर्शः अस्ति, ते नित्याः इति. तदेव जले द्व्यणुकात् आरभ्य अनित्या द्रव्याणि इति उच्यन्ते. जलीयद्रव्याणि अनित्यानि. अस्तु अस्तु, तर्हि एते ये गुणाः ते नित्य नित्यगते इत्युक्ते तत्र परमाणुषु तत्र नित्यगुणाः सन्ति, परन्तु तत्र सत्यम् अन्यद्रव्येषु इत्युक्ते अन्यजलीयद्रव्येषु उदाहरणार्थं तत्र अनित्यानि. अस्तु, चतुर्णां विशेषमः रूपादिचतुष्टयम् इत्यादीनां. तर्हि पृथिव्यां पाकजं, पाकः तेजः संयोगः तेन जायते. तर्हि तदेव यद् पूर्वमपि उक्तं, पाकः इत्युक्ते यदा तेजसा संयोगः भवति तदा या प्रक्रिया भवति सः पाकः इति. तस्य उदाहरणमस्ति आतपे, सूर्यस्य आतपे यदि नारिकेल शकलम् इति स्थापयामः तर्हि तत्र पूर्वरूपस्य नाशः भवति. इत्युक्ते पूर्वं यः नारिकेलशकलः आसीत् तथा न तिष्ठति, तस्य भिन्नपरिवर्तनं भवति, तत्र शुष्कं भवति इति सर्वं. तर्हि एतत्तु एषः प्रभावः तु तेजसः संयोगादेव, तेजः संयोगाद्. अस्तु, तत्र तेजस्संयोगाद् इति एकपदमस्ति वा? न, प्रायः तेजसः स्यात्. तेजसः संयोगात् अन्यत्र जलादौ तत् अपाकजं न पाकेन जायते. तर्हि तत्र गुणाः ये जले सन्ति, जलादौ सन्ति, जले वायौ इति, ते अपाकजाः गुणाः पाकेन न जायन्ते, वक्ष्यमाणप्रकारेण कारणगुणेभ्यः जायते. तर्हि पाकेन न जायते, परन्तु तत्र यदा अग्रे उच्यते तथा कारणगुणम् इति किमपि कारणगुणम् इत्युक्ते किं? परमाणवः कारणानि खलु. ओ, अग्रे गत्वा तर्हि परमाणुषु ये गुणाः भवन्ति ते कारणीभूताः भवन्ति. अग्रे गत्वा कार्याणां. आम्, पाकः न, परन्तु परमाणुषु ये गुणाः वर्तन्ते तद् कारणं भवति इति. परमाणुषु वा अथवा अन्येषाम् अवयवानां गुणः, ते सर्वे कारणगुणे गुणाः. अस्तु, तत्रैव जलादौ नित्ये परमाणौ रूपादि नित्यं. तर्हि तदेव यद्भवति नित्यगतं नित्यम् इत्यस्य वाक्यस्य विवरणम् अस्ति यद्भवती उक्तवती. तत्र जलादौ ये परमाणवः सन्ति तेषु गुणाः नित्याः, तर्हि तत्र तद् नित्यमस्ति. परन्तु जलीयद्रव्या ये अनित्यद्रव्याणि सन्ति, जलीयद्रव्याणि उदाहरणार्थं तत्र द्व्यणुकादि यथा पूर्वमपि उक्तं भवत्या, तत्र अनित्यमस्ति. अत्र तु जलादौ रूपादिचतुष्टय असम्भवेन यथा सम्भवमेव ग्राह्यम्. एतत् किञ्चित् अस्तु. अत्र जलादौ रूपादिचतुष्टयस्य असम्भवेन, जलादौ नाम पृथिवीं विहाय अन्ये, जलं, तेजः, वायुः, तत्र रूपादिचतुष्टयम् अपि न सम्भवति खलु? चत्वारः गुणाः न भवन्ति, रूपः, रसः, गन्धः, स्पर्शः, चत्वारः अपि न भवन्ति जले, केवलं रूपं, रसः, स्पर्शः तावदेव. अतः उक्तं रूपादिचतुष्टय असम्भवेन इति. एकस्मिन् स्थले चतुर्णामपि विद्यमानत्वं नास्ति, जले वा, तेजसि वा, वायुः, वायौ वा. आं, यथा सम्भवमेव इत्युक्ते तत्र यथा प्रायः रूप तत्र गुणत्रयं वा गुणद्वयं वा यथा अस्ति तावदेव ग्राह्यमस्ति इति. सत्यं सत्यम् अस्ति इत्येव उक्तं. किन्तु पृथिव्यां पाकजम् अनित्यम्, अपरत्र अपाकजं, नित्यं वा अनित्यं वा भवितुमर्हन्ति गुणाः इति विषयः. अस्तु, अत्र स्पष्टं स्यात् तर्हि पाकवशात् इत्युक्ते किम् इत्यस्य पुनस्मरणार्थम् इदं पठितम्. पुनः क्षम्यतां, तत्र तत्र पाकजं यद् उक्तमस्ति पुनः, तर्हि पृथिव्यां तत्र पाकजम् इति अस्ति यद् वदन्ति, तर्हि तत्र अनित्यरूपं यदस्ति पृथिव्याः तेषु ये गुणाः सन्ति ते पाकजाः इति अर्थः वा? पृथिव्याः अनित्यरूपाणि यथा घटः पटः इत्यादिकं खलु? आम्. हा, तस्मिन् पाकजमपि भवितुम् अर्हति, कारणगुणेभ्यः अपि गुणाः आगन्तुम् अर्हन्ति. यथा इदानीं नारिकेलस्य विषये, तत्र तु नारिकेलशकलस्य परिवर्तनं जायते चेत् तत्तु पाकजः गुणः आतपस्य प्रभावेन. परन्तु घटस्य चिन्तयतु, घटस्य रूपम् इति चिन्तयतु, अथवा घटस्य परिमाणम् इति चिन्तयतु. परिमाणम् इति गुणः, कपालस्य परिमाणं यावत् तद्विगुणितम् इति खलु. तर्हि कपालः इति कारणं तस्य गुणेन घटे गुणः निश्चितः आसीत्, तर्हि उभयता भवितुमर्हति इति चिन्तयामि. अस्तु, परन्तु यद् पाकजम् अस्ति तदेव अनित्यमस्ति, यद् कारण तत्र कारणगुणत्वं गुणेन अस्ति तद् नित्यमस्ति, सत्यं वा? तदपि नित्यं नास्ति. इदानीं कारणगुणे अहं केवलम् उक्तवती यत् उदाहरणं दत्तवती, यतोहि केवलं पाकजम् इति न गुणाः पृथिव्यां, कारणगुणेभ्यः अपि आगन्तुं शक्नुवन्ति इति. परन्तु भवती वदति ते अपि अनित्यम् एव तदपि. हा, सत्यम्. अस्तु, यतोहि इदानीं हा तत्तु वक्तुं शक्नुमः, घटस्य रूपं वा यत्किमपि तस्य परिवर्तनं जायेत, पाकेन वा अथवा घटस्य नाशनानन्तरं वा इति, तर्हि अनित्यमेव तदपि. अस्तु भगिनि. अस्तु अस्तु, तर्हि माला भगिनी अग्रे पठति वा करपत्रे? अधुना वा? हा हा, तत्र अधुना पुस्तकत्वं घटत्वम् इत्यादिकं किन्तु परमाणुषु न भवति. द्रव्यव्याप्यव्याप्यजातिः परमाणुषु न अङ्गीक्रियते. द्रव्यत्वव्याप्यं पृथिवीत्वं, तद्व्याप्यं भवति घटत्वपटत्वादिकं. द्रव्यत्वव्याप्यव्याप्यजातिः घटत्वपटत्वजातिः, सा जातिः परमाणुषु न अङ्गीक्रियते. इदानीं परमाणुषु जाति यथा पुस्तकत्वं घटत्वम् इत्यादि जातयः परमाणुषु न भवति. द्रव्यस्य व्याप्या जातिः परमाणुषु न अङ्गीक्रियते. यथा द्रव्यत्वव्याप्यं पृथ्वीत्वम्, अत्र द्रव्यं व्यापकः, सत्यं, पृथिवी व्याप्यः, यतोहि द्रव्यत्वम् अधिकदेश वृत्तिः भवति, अतः तद् व्यापकः. द्रव्यस्य व्याप्यं पृथिवीत्वं, तद् व्याप्यं भवति घटत्वपटत्वादिकं. पृथ्वी इदानीं पृथ्वी व्यापकः भवति, घटत्वपटत्वादिकं व्याप्यः भवति, ते अपि परमाणुषु न भवति इति खलु? सत्यं, घटत्वं पटत्वम् इति जातिः इत्यस्य पर्यायपदं किम्? पर्यायपदम् इत्युक्ते न जानामि, अपरः शब्दः प्रयुक्तः अत्र, द्रव्यत्वव्याप्यव्याप्यजातिः इति, द्रव्यत्वव्याप्यव्याप्यजातिः परमाणुषु न अङ्गीक्रियते इति वाक्यमस्ति किल तत्र? आमां, हा, तत्र द्रव्यत्वव्याप्यव्याप्य इत्युक्ते किं? भवती उक्तवती एव. आम्, यथा यथा द्रव्यपृथिवी योर्मध्ये द्रव्यम् अस्ति व्यापकः, पृथिवी व्याप्यः, तादृशव्याप्य द्रव्यत्वव्याप्यव्याप्या जातिः परमाणुषु न. इति किं घटत्वजातिः पटत्वजातिः एव द्रव्यत्वव्याप्यव्याप्यजातिः? अस्तु, इति द्रव्यत्वव्याप्यपृथिवीत्वं, पृथ्वीत्वव्याप्यघटत्वपटत्वादिकम्, अतः द्रव्यत्वव्याप्यव्याप्यजातिः इति उच्यते. अस्तु भगिनि, अग्रे अपि पठतु भवती. किन्तु परमाणुषु रूपाद्यारभ्य गुणाः भवन्ति. पृथिव्यां ये गुणाः सन्ति ते सर्वे पार्थिवपरमाणुषु अपि भवन्ति. नो चेत् द्वेणुके कथं वा रसः स्यात्, त्रेणुके कथं वा स्यात्, अवयवगुणेन अवयविषु गुणाः. क्वचित् पाकवशात् अपि गुणाः भवन्ति केवलं पार्थिवद्रव्ये. पार्थिवपरमाणुषु गुणाः न नित्याः, पाकवशात् उत्पद्यन्ते. अपरेषु परमाणुषु गुणाः नित्याः. परमाणुषु रूपादि गुणाः भवन्ति एव. यथा पृथिव्यां गुणाः सन्ति ते परमाणुषु पार्थिवपरमाणुषु अपि ते एव गुणाः भवन्ति एव. न भवति चेत् द्वणुके त्रेणुके कथं वा गुणाः, रसः इत्यादि गुणाः भवितुम् अर्हति इति प्रश्नः भवति. ये गुणाः अवयवे भवन्ति ते अवयवी अपि भवति एव. पाकवशात् अपि गुणाः भवन्ति केवलं पार्थिवद्रव्ये. केवलं पार्थिवद्रव्ये तेजसंयोगेन अपि संयोगानन्तरमपि गुणाः भवन्ति एव. पार्थिवपरमाणुषु गुणाः न नित्याः, पाकवशात् उत्पद्यन्ते. यथा अस्माभिः चर्चितम् इदानीं पार्थिवपरमाणुषु गुणाः नित्याः न भवन्ति, अपरेषु द्रव्येषु गुणाः नित्याः भवति, यथा जलेषु परमाणुषु. समीचीनम् इत्येव वार्ता अस्ति. भगिनि, अत्र वदन्ति ते तत्र द्रव्यत्वम् इत्युक्ते तत्र घटत्वं वा पटत्वं वा जातिः अस्ति, तत् परमाणौ न भवति परन्तु जणुकात् आरभ्य आगच्छति वा? सत्यं भगिनि, द्वेणुकात् आरभ्य प्रायः द्वेणुकत्वम् इति स्यात्, किन्तु परमाणुस्तरे तर्हि द्वेणुकात् आरभ्य द्वेणुकत्वम् अपि च घटत्वम् अपि आगच्छति. न, यावत्पर्यन्तं घटः न निर्मीयते तावत्पर्यन्तं घटत्वजातिः अपि नास्ति इति. ओ, खलु, द्वेणुके घटत्वं कुतः इति? तर्हि द्वणुके केवलं द्वणुकत्वम् एव. हा, अपि च द्रव्यत्वं, यदि तद्वेणुकं पार्थिवद्वेणुकं चेत् पृथ्वीत्वं तावदेव. अस्तु, तर्हि पुनः पुस्तकात् किञ्चित् पठेम. अष्टनवतितमे पुटे इदं वस्तुतः चर्चितं करपत्रे गभीररीत्या एतत् सर्वम् अस्माभिः चर्चितं गत चतुर्पञ्चेभ्यः सप्ताहेभ्यः पठन्तः स्मः खलु, मूर्तगतक्रियया मूर्तान्तरे संयोगः अपि च कुत्र कुत्र संयोगः भवति, कुत्र कीदृशः संयोगः भवति इति सर्वम् अधुना पुनः पुस्तकात् पठामः. तर्हि वर्धिनी भगिनी पठति वा? अतः एवं वाच्यम्. अतः एवं वाच्यं मूर्तगतक्रियया तस्य मूर्तान्तरेण विभुना च संयोगो भवति. एवम् अवयवसंयोगेन अवयविनः द्रव्यान्तरेण संयोगः जायते इत्यपि अविवादम्. हस्तपुस्तकसंयोगेन कायपुस्तकसंयोगो जायते इति अस्यापि संयोगप्रकरणे निरूपणम्. मूर्तगतक्रियया तस्य मूर्तान्तरेण विभुना च संयोगः भवति. मूर्तगतक्रियया मूर्तद्रव्येषु क्रिया अस्ति, तस्य तया क्रियया मूर्तान्तरेण विभुना च संयोगः भवति. मूर्तान्तरेण इत्युक्ते हा समीचीनम्. अन्यमूर्तद्रव्येण सह वा अथवा विभुद्रव्येण सह वा संयोगो भवति. संयोगः भवति कया भवति? मूर्तगतक्रियया. सत्यम्. अस्तु अग्रे. एवम् अवयवसंयोगेन अवयविनः द्रव्यान्तरेण संयोगः जायते इत्यपि अविवादम्. अवयवसंयोगेन अवयविनः द्रव्यान्तरेण संयोगः जायते. इति तु स्पष्टं स्यात्. द्रव्यान्तरेण इत्युक्ते मूर्तान्तरेण तावदेव. अवयवसंयोगेन अवयविनः संयोगः इति नियमः पठितमासीत् खलु करपत्रे. हस्तपुस्तकसंयोगेन कायपुस्तकसंयोगः जायते इति अस्यापि संयोगप्रकरणे निरूपणम्. इति अग्रे संयोगप्रकरणे निरूपयिष्यते. इतः पूर्वं किन्तु भवती जानाति एव, अधुना किञ्चित् वदतु हस्तपुस्तकयोः कीदृशः संयोगः, पुनः कायपुस्तकयोः कीदृशः इति. हस्तपुस्तकयोः कर्मज समीचीनं. कायपुस्तकसंयोगः परम्परासंयोगः अस्ति वा? कायपुस्तकसंयोगस्य नामकरणं किम् आसीत्? हस्तपुस्तकयोः संयोगः कर्मजः, यतोहि हस्तगतक्रियया पुस्तकेन सह यदा इति कर्मजः संयोगः. तदनन्तरं कायः इति किम् अत्र? कायः अवयवः वा अवयवी वा? अवयवी शरीरं. कायः इत्युक्ते शरीरम्. अवयवी अस्ति. तर्हि अवयविनी कीदृशः संयोगः जायते? संयोगजः यतोहि हस्तपुस्तकयोः संयोगः प्रथमं तेन संयोगेन जायते कायपुस्तकयोः संयोगः इति कृत्वा संयोगजः संयोगः कायपुस्तकयोः इति अस्ति. अस्तु अग्रे पठेम. अजितमहोदय पठति वा? बहुभ्यः दिनेभ्यः अनन्तरम् आगतवान् अजितमहोदय अस्ति किम्? आं भगिनि. अस्तु पठतु, वयं किञ्चित् सहायं दास्यामः. अस्तु. सा च कर्मजः संयोगजे वा संयोगः अवयवकर्मणा अवयवसंयोगेन वा मूर्तान्तरे जायमानः अवयविनी तावत् न जायते इत्यवश्यं वाच्यम्। अन्यथा कपालक्रियया कपालः घटेन संयुक्तः, कपालसंयोगेन कपालः घटेन संयुक्तः इत्यस्य स्वीकारापदात्। स्वीकारापादात्। स्वीकारापादात्। अस्तु, चिन्ता नास्ति। बहुनां दिनानाम् अनन्तरं भवान् आगतवान्, तर्हि कर्मजः संयोगजः इत्युक्ते किम् इति भेदः अवगतः वा? कर्मजः इत्युक्ते अहं चिन्तयामि क्रियारूपेण, यथा हस्तपुस्तकसंयोग। समीचीनम्। हस्ते क्रिया अस्ति, तेन हस्तपुस्तकयोः मध्ये स्पर्शः जायते, तदा संयोगः जायते, सः कर्मजः इति उच्यते। कायपुस्तकयोः कीदृशः संयोगः? अग्रे किम् अस्ति? संयोगज वा इति अस्ति खलु? कायः इत्युक्ते शरीरम्। शरीरं तत् अवयवकर्मणा। अस्तु, संयोगजः, संयोगस्य द्वैविध्यम् अस्ति, कर्मजः इति एकः संयोगः, संयोगजः इति एकः संयोगः। अस्तु, कायपुस्तकयोः संयोगजः संयोगः भवति इत्युक्ते प्रथमतया हस्तपुस्तकयोः कर्मजः संयोगः जायते इति प्रथमसोपानम्। यदा तादृशसंयोगः जायते तदा पुनः शरीरपुस्तकयोः अपि संयोगः जायते, अपि च शरीरपुस्तकयोः संयोगः संयोगजः इति उच्यते। अस्तु, एतावत्पर्यन्तं बुद्धं चेत् तर्हि अन्य कोऽपि सहायं करोति। सावित्री भगिनी पठति वा? श्रूयते वा? हा, श्रूयते। स च कर्मजः संयोगजः वा संयोगः अवयवकर्मणा अवयवसंयोगेन वा मूर्तान्तरे जायमानः अवयविनी तावत् न जायते इत्यवश्यं वाच्यम्। अस्तु, उच्यतां भगिनि। अत्र अवयव अवयवी सम्बन्धः अस्ति, पृथक् पृथक् द्रव्याणि नास्ति अत्र, यथा पूर्वमासीत्। अत्र प्रायः कपालघटः इति उदाहरणं स्वीक्रियते चेत् यदा कपाले क्रिया जाता, अस्माभिः पूर्वमेव दृष्टं यत् कपालद्वयसंयोगेन घटः जायते। अस्तु, इदानीं यदा कपाले क्रिया जाता मूर्तान्तरे इत्युक्ते अत्र घटे घटे अवयविनी क्रिया न जायते इत्यपि वाच्यम् इति अपि वदनीयम् अत्र इति उक्तमस्ति। अत्र क्रिया न जायते इति न उक्तम्, तावत् न जायते। अस्तु, संयोगः अथवा कर्मजः न जायते इति। संयोगजः वा कर्मजः वा संयोगः, यः संयोगः मूर्तान्तरे जायमानः सः संयोगः अवयविनी न जायते। न जायते यतोहि अत्र मूर्तान्तरं द्रव्यम् इत्युक्ते किम्? घटः एव, नाम अवयवः, अवयवी, अवयवी। पूर्वस्मिन् परिच्छेदे यदा वर्धिनी भगिन्या पठितं तत्र द्रव्यत्रयमासीत्, हस्तः, कायः, पुस्तकम् इति। अस्मिन् सन्दर्भे तु कपालः इति द्रव्यं, कपालस्य कृते मूर्तान्तरं द्रव्यं किम्? कपालस्य कृते मूर्तान्तरं द्रव्यमस्ति घटः एव. घटः एव. अस्तु, तर्हि अयं विचारः नियमविरुद्धम् अस्ति. नियमः कः? मूर्तगतक्रियया तस्य मूर्तान्तरेण संयोगः इति नियमः. परन्तु अत्र मूर्तान्तरं किम्? मूर्तान्तरं तु घटः एव यत् अवयवी अस्ति. हा, तर्हि मूर्तगतक्रियया मूर्तान्तरे संयोगः इति नियमः अन्वेति वा अत्र? न अन्वेति. इति एव विषयः. यद्यपि अत्र मूर्तान्तरम् इति घटः, तथापि कर्मजः वा संयोगजः वा संयोगः घटे न जायते. किमर्थं न जायते? किमर्थम् इत्युक्ते अत्र अवयव अवयवी भावः अस्ति. यदा यत्र अवयवी तु अवयवम् अवयवम् अवलम्ब्य एव तिष्ठति समवायसम्बन्धेन, तदर्थं वक्तुं न शक्नुमः यदा कपाले क्रिया जाता तदाधारेण कर्मजः वा संयोगजः वा अवयवी न भवति. अवयविनी न भवति, यतोहि अवयवावय भावः तु अस्ति. अवयवावयविभावः प्रथमं, तदनन्तरम् अयुतसिद्धौ इति वयं पृष्टवन्तः. आश्रयस्य भिन्नत्वं नास्ति. अस्तु, इति कृत्वा घटकपालौ अयुतसिद्धौ. एतत् सर्वं दृष्ट्वा मूर्तान्तरे नाम घटे जायमानः संयोगः कर्मजः वा संयोगजः वा संयोगः नास्ति. अस्तु, अयं प्रसङ्गः नियमविरुद्धः अस्ति. मूर्तगतक्रियया मूर्तान्तरेण संयोगः इति नियमस्य विरुद्धम् अस्ति अयं प्रसङ्गः. अस्तु, अग्रे अस्ति यत् यदि संयोगः भवति इति स्वीक्रियते चेत् कीदृशः दोषः स्यात् इति अग्रे. अन्यत् अहमेव वदामि वा? हा, पठित्वा वदतु भगिनि. अन्यथा कपालक्रियया कपालः घटेन संयुक्तः कपालसंयोगेन कपालः घटेन संयुक्तः इत्यस्य स्वीकारापातात्. अत्र यथा यदा वयं न स्वीकुर्मः अथवा यदा वयं स्वीकुर्मः तत् यत् कपाले जाता क्रिया क्रियया अवयविनी अपि संयोगजः अथवा कर्मजः संयोगः जायते तदा किञ्चित् कष्टं भवति. अन्यथा कपालक्रियया कपालः घटेन संयुक्तः इत्युक्ते यत् क्रिया या क्रिया कपाले जाता तत् क्रियया एव कपालः घटेन संयुक्तः इति भवति. इति स्वीकरणीयम्. आपतति आपतति परन्तु वदतु भगिनि. भवत्याः चिन्तनं किम् इति वदतु. अहं चिन्तयामि तत्तु कर्मजः एव संयोगजः न. संयोगजः न. तर्हि किं स्वीकरणीयम्? अन्यथा नाम मूर्तान्तरे घटे संयोगः जायते इति स्वीक्रियते चेत् विषयद्वयं स्वीकरणीयं भवति. विषयद्वयं किं? कपालक्रियया कपालः घटेन संयुक्तः इति कर्मजः संयोगः स्वीकरणीयः भवति. अपि च कपालसंयोगिनः तत् कीदृशः संयोगः? द्वितीयः भवति कपालसंयोगेन कपालः घटेन संयुक्तः इति अपि स्वीकरणीयं भवति. तत् भवति संयोगजः. संयोगजः. तर्हि उभयोः विषयोः स्वीकारे दोषः अस्ति. आम्, परन्तु द्वयोः समानमेव अत्र. कश्चन सूक्ष्मभेदः. न, अहं चिन्तयामि प्रथमवाक्यं यत् अस्ति कपालक्रियया कपालः घटेन संयुक्तः अपि च कपालसंयोगेन कपालः घटेन संयुक्तः द्वयोः समानमेव कपालः घटेन संयुक्तः भवति कार्यं समानं कारणं भवति प्रथमं कर्मजः द्वितीयं संयोगजः तदर्थं आपादनं भवति अत्र किञ्चित् क्लेशः भवति किमर्थं कपालसंयोगः घटेन सह भवितुं न अर्हति खलु यथा वयं पत्रे पठितवन्तः इति तु सत्यम् अपि च वर्गे महती चर्चा जाता अस्मिन् परिच्छेदस्य उपरि महोदयेन किं वक्तुम् इष्टमित्युक्ते कपालक्रियया कपालः घटेन संयुक्तः इत्यस्य स्वीकारेण दोषः कः दोषः कः इत्युक्ते प्रथमः नियमः अस्माभिः उक्तम् अवयवसंयोगेन अवयविनि संयोगजः संयोगः जायते इति खलु अत्र कीदृशः संयोगः कपालक्रियया कर्मजः घटः अवयवी तर्हि अवयवसंयोगेन अवयविनि कर्मजः संयोगः जायते इति स्वीकरणीयं भवति तत्तु दोषाय आम् इति एकः विषयः अपरः अस्ति यत् वयं बहुधा चर्चां कृत्वा अङ्गीकृतवन्तः यद् कपालक्रियया कर्मजः संयोगः तेन संयोगेन घटे संयोगजः संयोगः आहत्य कपाले या क्रिया अस्ति सा एव क्रिया घटे नास्ति अन्यथा सिद्धं भवति कपालगतक्रिया यथा पिता कुलालः घटः खलु कुलालः घटस्य कारणं परन्तु कुलालस्य कारणं पिता इति कृत्वा पिता कारणं घटस्य इति न कदापि वक्तुं शक्नुमः पिता अन्यथा सिद्धा इति तथैव कपालगतक्रिया अपि अन्यथा सिद्धा भवति घटगतसंयोगं प्रति तर्हि तादृश अन्यथा सिद्धत्वस्य किम् आपत्तिः भवति यदि प्रथमम् अंशं स्वीकुर्मश्चेत् इति परन्तु अन्यत् अपि अस्ति भगिनि कार्यं तु समानम् अस्ति कपालः घटेन संयुक्तः कार्यं एकमस्ति कारणं द्वयमस्ति अनयोः मध्ये हा सत्यम् अनयोः मध्ये किं स्वीकरणीयं भवति इति चिन्तयित्वा प्रथमं स्वीकुर्म इति चिन्तयामश्चेत् तत्रापि दोषः इति यदा मया उक्तम् अग्रे कीदृशः दोषः कपालसंयोगः कपालसंयोगेन तत्र संयोगजः संयोगः संयोगजः संयोगः स्यात् इति स्वीकरणीयं भवति अधुना मया एतावत्पर्यन्तं यदुक्तं कपालगतक्रियायाः विषये तत्तु न स्वीकर्तुं शक्नुमः इति चिन्तयतु तत्तु न स्वीकर्तुं शक्नुमः एव यदि घटे कर्मजः वा संयोगजः वा यदि विकल्पद्वयं दत्त्वा कर्मजः स्वीकरोतु अथवा संयोगजः स्वीकरोतु इति वदन्ति चेत् केपि तर्हि अवश्यं कर्मजः न भवितुमेव अर्हति इति एतावत्पर्यन्तं चर्चितम् अन्यथा सिद्धत्वात् कपालगतक्रियायाः पुनः अवयविनि संयोगजः संयोगः एव स्यात् इत्यपि नियमस्य विद्यमानत्वात् कर्मजः इति न वक्तुमेव शक्नुमः अग्रे गत्वा संयोगजः संयोगः स्यात् इति स्वीक्रियते चेत् तत्र कीदृशः दोषः प्रथममेव दोषः अस्ति चेत् द्वितीयं कथं सिद्ध्यति किल असमीचीनं हा तदपि सत्यं किन्तु कर्मजः नितरां न स्वीकर्तुं शक्नुमः यतोहि नियमः एव अस्ति अवयविनि संयोगजः संयोगः जायते इति. अवयवसंयोगेन अवयविनि संयोगजः संयोगः जायते इत्यस्य नियमात् इत्यस्मात् नियमात् घटे संयोगजः इति अपि स्वीकरणीयं भवति चेत् तत्रापि दोषः अस्ति एव, यतोहि युतसिद्धयोः मध्ये एव संयोगः इत्यपि जानीमः वयं. करपत्रे तदर्थमेव तत्सर्वं परिशीलितमासीत्. परन्तु अत्र तु युतसिद्धत्वं नास्ति एव, अयुतसिद्धत्वम्. अतः कर्मजः कर्मजं संयोगं त्यक्त्वा अस्तु अवयविनी संयोगजः संयोगः भवतु इति स्वीकरणीयं भवति चेदपि यथा भवत्या उक्तं दोषः भवति, यतोहि युतसिद्धत्वं नास्ति कपालघटयोः मध्ये इति. इति मम अवगमनमस्ति वर्गात्. या महती चर्चा जाता तस्याः. अहं चिन्तयामि अन्यत् उदाहरणं स्वीकृत्य सुलभं भवति. यथा अङ्गुल्यः हस्तः शरीरः शरीरम् इति स्वीकुर्मः चेत् तत्र अङ्गुल्यां क्रिया अस्ति चेत् अङ्गुलीषु अङ्गुल्यां क्रिया अस्ति चेत् शरीरे तु क्रिया नास्ति एव. सत्यं. कर्मजः अपि नास्ति संयोगजः अपि नास्ति. अत्र स्पष्टतया वक्तुं शक्नुमः कपालघटयोः मध्ये किञ्चित् भ्रमकरः भवति. हा हा, भवत्या यदुक्तं तत् सत्यम्. अपि च करपत्रे अपि तद् परिशीलितमासीत्, स्मरन्ति वा? अवयवस्य क्रिया अवयवी न भवति, तत्र कारणानि दत्तानि आसन्. कारणं स्मरन्ति वा? न्यायशास्त्रे कारणानि पूर्वमेव भवतु सर्वदा भवतु अपि च एकस्य नाशपर्यन्तं न हा हा तथा नास्ति. क्रिया इति यदस्ति अवयवे या क्रिया अस्ति सा एव क्रिया अवयविनी न भवितुमर्हति, यतोहि न्यायशास्त्रे अवयवः भिन्नं भिन्नः पदार्थः अवयवी इति भिन्नः पदार्थः इति प्रथमम्. अपि च अवयवः इति कारणम् अवयवी कार्यं खलु, अवयवः समवायिकारणम् अवयविनः इति कृत्वा तत्रापि भिन्नता अस्ति पदार्थयोः मध्ये. आहत्य सर्वं परिशील्य यथा भवत्या उक्तम् अङ्गुली हस्तशरीरस्य उदाहरणे तथैव घटकपालयोः मध्ये अपि क्रिया इति या क्रिया अस्ति कर्म या क्रिया संयोगं जनयति सा क्रिया केवलं कपाले एव अस्ति घटे नास्ति एव इति कृत्वा कर्मजः संयोगः घटे अस्ति इति नितरां न स्वीकर्तुं शक्नुमः. यदि संयोगः स्यात् सः संयोगः संयोगजः स्यात्, परन्तु तस्य स्वीकारे अपि आपत्तिः आपतति. किमर्थम्? अयुतसिद्धत्वात् इति अग्रे. संयोगजः इत्युक्ते संयोगात् आगतः संयोगात् जातुः क्षम्यतां जन्दातुः खलु जायते इति संयोगात् जायते संयोगजः. प्रथमं संयोगः एव नास्ति कर्मजः एव नास्ति संयोगजः कथम् इति एव विषयः. यदि पूर्वस्मिन् वाक्ये किम् उक्तं मूर्तान्तरे संयोगः जायते इति न स्वीकर्तव्यं स्वीकुर्मः इति, किन्तु यदि स्वीकुर्मः तर्हि स्वीकरणीयमेव इति भवति चेत् कीदृशः संयोगं स्वीकर्तुं शक्नुमः इति प्रश्नः. तत्र भवती वदति यत् प्रथमतया कर्मजः एव न जायते इति चेत् संयोगजः कथं वा आगच्छेत् इति खलु. हा, परन्तु अहं वदामि कपाले कर्मजः स्यादेव संयोगः. न जानामि भगिनि, तत्र कपालः एकः एव, घटः मूर्तान्तरद्रव्यम् अस्ति, अन्यत् किमपि द्रव्यं नास्ति तत्र इति कृत्वा भवत्या भवती वदति यत् तत्र कर्मजः संयोगः अपि न जायेत इति. न जायेत. अस्तु, इति अपि अङ्गीकर्तव्यं भवति. भिन्नभिन्नकारणे भिन्नैः कारणैः एतत् सर्वं साधितं. कर्मजः संयोगः इति न स्यात् इति प्रथमम्. अनन्तरं किं, यदि कर्मजः संयोगः स्यात् इति अङ्गीकर्तव्यं चेत् सः संयोगः अवयविनी न भवति, यतोहि अवयविनी संयोगजः एव स्यात्. क्रिया अपि कपाले एव स्यात् न तु घटे, तर्हि कर्मजः संयोगः घटे यदि स्यात् न भवति इति सर्वं कृत्वा अग्रे गतवन्तः. अस्तु, संयोगजः संयोगः अस्ति वा इति परिशीलनाय. तदपि असत्यम् इति अग्रे वदन्ति, यतोहि तत्सिद्धयोः एव. अस्तु, अत्र किमपि चिन्तनम् अस्ति वा अन्येषाम्? शनिवासरस्य वर्गे अयं विषयः बहु भ्रमजनात्मकः आसीत् कथञ्चित्. तदर्थं भगिनि, कपालिकाः सन्ति किल, कपालखण्डः. कपालस्य अवयवाः कपालिकाः. संयोगः कपालिका कपालखण्डः संयोगः भवति वा? सत्यं भगिनि. अस्तु, भगिन्या यदुच्यते कपालद्वयोः मध्ये, द्वयोः कपालयोः मध्ये तु संयोगः अस्ति. अपि च वर्धिनी भगिन्या यदुच्यते कपालिकायां मध्ये अपि भवति, कपालिकानां मध्ये अपि संयोगः भवति. परन्तु अत्र वार्ता अस्ति यद् कपालस्य कारणेन यः अवयवी जायते तस्मिन् संयोगः न उदेति, तस्मिन् समवायः एव कपालेन सह. अस्तु, इतः अग्रे सरेम वा भगिनि? स्वीकारापातात् तत् कीदृशः पदमस्ति? स्वीकारापातात् दोष स्वीकारः आपातात् भूतकाले आपातात् इति च न तत् पञ्चमी विभक्ति अस्ति. एतस्मात् एतस्मात् पतिः नाम समीचीनं नास्ति किन्तु स्वीकरणीयं भवति इति तादृशः सन्दर्भः भवति. स्वीकारः आपातात् आपातः प्रायः. अस्तु. आपातः इति अस्ति पदं शब्दकोशे. अस्तु, तर्हि सन्ध्या भगिनी अग्रे पठति वा? आं भगिनि. कुतः एषः अवयविनि घटे नोत्पद्यते इति विचारे मूर्तयोः युतसिद्धयोरेव कर्मजः संयोगजः वा संयोगः भवति, नान्ययोरिति निश्चितम्? कौ युतसिद्धौ? पृथगाश्रयाश्रितौ. वृक्षः खलु स्वायवे स्थितः, पक्षी स्वायवे च. उत्पन्नायां पक्षिणि पुनः क्रियायां जायते कर्मजः संयोगः. तर्हि किमर्थं तत्र यः संयोगः कपाले अस्ति वा यः संयोगः कपाले अस्ति तर्हि सः पुनः घटः यः अवयवी अस्ति घटः तस्मिन् घटे किमर्थं न उत्पद्यते इति यत्पूर्वं लिखितम् अस्ति न उत्पद्यते तत् किमर्थम् अस्ति इति प्रश्ने कृते तत्र यदि मूर्तद्रव्यद्वयं युतसिद्धे भवतः चेद् एव तेषु तयोः कर्मजः वा संयोगजः वा संयोगः भवति, परन्तु युतसिद्धे यदि द्रव्ये न भवतः तर्हि तत्र न संयोगः, तादृशसंयोगः भवति इति अस्ति। तर्हि युतसिद्धत्वम् इत्युक्ते कौ युतसिद्धौ इत्युक्ते यत्र पृथगाश्रयाश्रितत्वम् अस्ति तत्र युतसिद्धत्वम् अस्ति। तर्हि तस्य उदाहरणम् अस्ति वृक्षः अनन्तरं पक्षी च। वृक्षः सर्वदा स्वस्य एव अवयवे तिष्ठति, तथैव पक्षी अपि स्वस्य अवयवे भिन्न परस्परभिन्नौ तत्र वृक्षः पक्षी च अपि च अवयवाः अपि भिन्नाः। तर्हि अतः पक्षिणी या क्रिया उत्पन्ना भवति, यत् कर्म भवति तेन एव तत्र कर्मजः संयोगः भवति वृक्षे। किमर्थम् इत्युक्ते तत्र एकनिमिषः एकनिमिषः कुत्र भवति संयोगः? तत्र समीचीनतया उक्तं भवति, प्रायः केवलं तत्र कर्म पक्षिणी भवति चेत् कर्मजः संयोगः वृक्षे भवति, वृक्षे पक्षियोर् तदेव उक्तवती वृक्षे। उत्पन्नायां क्रियायां यदा पक्षिणी पुनः जायते आम् सत्यम्। अत्र किम् इत्युक्ते पक्षिणा केन सह संयोगः इति न उक्तम्। केवलम् उत्पन्नायां क्रियायाम् इति सप्तमी, यदा क्रिया उत्पद्यते कुत्र पक्षिणी तदा कर्मजः वा संयोगजः वा संयोगः जायते, केन सह इति न उक्तं। तदर्थं मम सत्यं तत्र किञ्चित् अहं तत्र ऊहां कृत्वा तत्र वृक्षस्य उदाहरणमस्ति, अतः कर्मजः संयोगः वृक्षेण सह इति अस्ति इति मया उक्तम्। अस्तु अस्तु अस्तु, यद्यपि मूर्तान्तरेण भवति संयोगः, सः एव संयोगः पक्षिणी अपि भवति, सः मूर्तान्तरं द्रव्यं यत्किमपि भवतु, वृक्षः वा अथवा अन्यः कोऽपि मनुष्यः वा यत्किमपि। अस्तु समीचीनं, तर्हि इदमपि बुद्धं स्यात्। बहुवारं वयं पठितवन्तः पृथग् आश्रय आश्रितौ इत्युक्ते पृथग् आश्रयौ तौ आश्रितौ इति अर्थः, ययोः आश्रयः भिन्नः, वृक्षस्य आश्रयः भिन्नः, पक्षिणः आश्रयः भिन्नः इति कृत्वा तौ युतसिद्धौ, तयोः मध्ये संयोगः इति। अस्तु माला भगिनी अग्रे। एवं शरीरं तरुश्च स्व अवयवे स्थितौ, ततः हस्तक्रियया हस्ततरुसंयोगः, तेन च शरीरतरुसंयोगः इति स्थितम्। एवं च पृथक् आश्रय आश्रितयोरेव युतसिद्धयोरेव मूर्तयोः जायते उभयविधसंयोगः इत्यागतम्। तर्हि सिद्धं नः समीहितं गुणान्तरं पृथक्त्वम्। अत्र शरीरं तरुः तयोः मध्ये ते द्वौ अपि स्व अवयवे स्थितः। ततः हस्तक्रियया स्वावयवे स्थितौ, स्वावयवे स्थितौ इत्युक्ते शरीरं पृथगाश्रय आश्रितौ आश्रितौ आम्, सः एव समानार्थकशब्दः युतसिद्धौ इत्यस्य तावदेव। ततः हस्तक्रियया हस्ततरुसंयोगः, क्रियया हस्तः तरुः संयोगः जायते, तेन संयोगेन शरीरतरुसंयोगः अपि जायते। एवं च पृथक् आश्रय आश्रितो आश्रितयोरेव युतसिद्धयोरेव मूर्तयोः जायते उभयविधसंयोगः इति आगतम्। पुनः युतसिद्धयोरेव संयोगः भवितुमर्हति इति लिखितमस्ति। द्वौ अपि युतसिद्धयोः युतसिद्धयोर् पृथग् आश्रितयोरेव संयोगः जायते। कीदृशः संयोगः? संयोगः कर्मजः अपि च संयोगज संयोगः संयोगः इति जायते युतसिद्धयोः मध्ये इति। अनन्तरं किमस्ति? तर्हि सिद्धं नः समीहितं गुणान्तरं पृथक्त्वम्। एतद् अहं अस्तु, तर्हि एतावता या चर्चा जाता सा तत्सर्वम् इदं साधयितुं पृथक्त्वम् इति अन्यतमः गुणः इति पूर्वस्मिन् पृष्ठे पश्यन्ति चेत् तत्र कुतः आरब्धः संयोगस्य चर्चा? भेदः एव पृथक्त्वम् इति नव्यानाम् आक्षेपः आसीत् खलु, तदर्थं प्राचीनाः वदन्ति न पृथक्त्वम् इति अन्यतमः गुणः। तत्सर्वं साधयितुं संयोगस्य विषये चर्चा जाता, ततः किञ्चित् विषयान्तरं भूत्वा दीर्घं करपत्रं सर्वं पठितवन्तः। तर्हि अधुना पुनः आगच्छति मूलविषयं प्रति, पृथक्त्वं गुणान्तरं पृथक्त्वम् इति साधयितुम्। इदानीं पुनः किञ्चित् करपत्रं पठनीयं भवति। नूतनं करपत्रम् उद्घाटितमस्ति वा? अत्र नः इत्युक्ते किं भगिनि? नः इत्युक्ते तर्हि सिद्धं नः अस्माकम् इति चिन्तयामि भगिनि। नौ नः इत्यपि अस्ति खलु षष्टि चतुर्थी इत्यादिषु अस्मत् शब्देषु। समीहितम् इत्युक्ते इष्टं, तर्हि अहं चिन्तयामि नः अत्र अस्माकम् इत्यस्मिन् अर्थे अस्ति। अस्तु, तर्हि करपत्रं पठेम। नूतनकरपत्रं वर्धिनी भगिनी उद्घाटितमस्ति वा नूतनं करपत्रम्? नो चेत् कस्य पुरतः अस्ति नूतनं करपत्रं? तर्हि सिद्धं नः तथा पठतु। संयोगस्य आधारेण पृथक्त्वभेदयोः परस्परवैलक्षण्यं। तर्हि सिद्धं नः समीहितं गुणान्तरं पृथक्त्वं। कथम् उच्यते पृथगाश्रय आश्रितावित्यस्य पृथक्त्ववन्तौ यौ आश्रयौ तदाश्रितौ इत्यर्थः। तादृशयोः वृक्षपक्षिणोः जायते संयोगः। एवं संयोगजसंयोगो अपि समीहितमिति इष्टम् अभिलषितं भवादिगणीयः एह चेष्टायां लटि इहते त्वान्ते ईहित लक्ष्यं गुणान्तरं पृथक्त्वम् इति वक्ष्यमाणं। पृथगाश्रय आश्रितावित्यस्य इति पृथगाश्रय आश्रितौ इत्यस्य आश्रितौ इति स्यात् टङ्कणदोषः स्यात् प्रायः। पृथगाश्रय आश्रितौ इत्यस्य तस्य च अर्थः पृथक्तवन्तौ यौ आश्रयौ तदाश्रितौ। अस्तु भगिनि, एवं करोतु। एतावत् पर्यन्तं किम् अवगतं तत् किञ्चित् पुनः खण्डशः पठित्वा पठतु वदतु। संयोगस्य आधारेण पृथक्त्वभेदभेदयोः परस्परवैलक्षण्यं पृथक्त्वभेदयोः परस्परवैलक्षण्यं तर्हि पृथक्त्वं च भेदः परस्परभिन्नौ इत्यस्य साधनं भवति संयोगस्य आधारेण. तदर्थमेव संयोगस्य चर्चा जाता एतावत्पर्यन्तं. किन्तु संयोगस्य आधारेण कथं साधयन्ति पृथक्त्वं भेदः च भिन्नः इति द्रष्टव्यमस्ति अग्रे. तर्हि सिद्धं नः समीहितं गुणान्तरं पृथक्त्वं. हा, एतत् सर्वं पुस्तके अपि अस्ति. पुस्तके उल्लिखितं वाक्यम् एतत् सर्वं अस्माभिः इष्टं. गुणान्तरं पृथक्त्वम् इति इष्टं कथम् इति अग्रे समीहितम् इति ततः आरभ्य पठति. पृथग् आश्रय आश्रितावित्यस्य पृथक्तवन्तौ यौ आश्रयौ तदाश्रितौ इत्यर्थः. भिन्न आश्रयः भिन्न आश्रितः खलु. पृथक्तवन्तौ पृथक्तवन्तौ यौ आश्रयौ तदाश्रितौ इत्यर्थः. तत्र उदाहरणं किं? वृक्षपक्षिणः. तादृशयोः वृक्षपक्षिणो जायते संयोगः. एवं संयोगाजसंयोगो अपि संयोगजः प्रथमतया संयोगः अस्ति. द्वितीय सोपानं संयोगजः. समीहितमिति इष्टम् अभिलषितं भुवादिगणीयः इह चेष्टायां लटि इहते त्वान्ते ईहित. लक्ष्यं गुणान्तरं पृथक्त्वम् इति वक्ष्यमाणम् तान्ते इति किमर्थम् उक्तम् ईहित इति? हा, यतोहि पुस्तकस्य वाक्ये समीहितम् इति अस्ति खलु पदम्. सिद्धं नः समीहितं, तत्र सम् इति उपसर्गः, तस्मात् ईहितम् इति अस्ति क्तान्तरूपं. क्तान्तम् इत्युक्ते गतः, पठितः, लिखितः, तथा तादृशं रूपम् अस्य धातोः. अस्तु अग्रे. गुणान्तरं पृथक्त्वम् इति वक्ष्यमाणं पृथक्त्वम्. अस्माकं लक्ष्यमस्ति गुणान्तरं पृथक्त्वम् इति साधनं, तद् अग्रे उच्यते. अस्तु अग्रे पठतु भगिनि. पृथगाश्रय आश्रितावित्यस्य इति पृथगाश्रय आश्रितौ इत्यस्य तस्य च अर्थः पृथक्तवन्तौ यौ आश्रयौ तदाश्रितौ. भिन्न आश्रयः भिन्न आश्रितः आश्रितः. अस्तु, तत्र किञ्चित् वक्तव्यं भवति, कोऽपि प्रयत्नं करोति वा तत्र कीदृशः विभक्तिसमासः इत्यादिकम्? तत् समीचीनं. पृथगाश्रय आश्रितौ इत्यस्य तत्सर्वं मिलित्वा पृथगाश्रयाश्रितौ इत्यस्य इति अन्तवान्तसन्धिः. तस्य अर्थः पृथक्तवन्तौ यौ आश्रितौ आश्रयौ तदाश्रितौ. वृक्षस्य अवयवाः पक्षिणः अवयवेभ्यः. एकनिमिषः, तत्र समासः कः इति कापि वदति वा? सावित्री भगिनी, सन्ध्या भगिनी, माला भगिनी वा? पृथक्तया आश्रय तत्र पृथगाश्रयाश्रितौ इति बहुव्रीहिः किल तत्र? यथा पूर्वस्मिन् करपत्रे पृथग् आश्रयौ तौ आश्रितौ इति आसीत् खलु पूर्वस्मिन् करपत्रे, तथा एव अत्रापि कोऽपि भेदः नास्ति, केवलं पृथक्त्ववन्तौ अत्र आश्रयौ इत्यस्य पृथक् इति विशेषणम् आसीत्. कर्मधारे अस्ति वा? सत्यं सत्यं कर्मधारयः अस्ति प्रथमं पृथक् आश्रयौ इति कर्मधारयः, तौ आश्रितौ आहत्य पृथक् आश्रय आश्रितौ इति पूर्वस्मिन् करपत्रे आसीत्. आश्रितौ कस्यां विभक्त्याम् अस्ति? प्रथमा द्विवचनं किल, द्वितीया द्विवचनं. हा, यथा पूर्वस्मिन् करपत्रे आसीत् तथैव अस्ति, केवलं किञ्चित् परिवर्तनं. पृथक्त्ववन्तौ आश्रयौ तौ आश्रितौ, द्वितीया तत्पुरुषसमासः अस्ति. श्रुतयोगे द्वितीया तत्पुरुष इति एकं सूत्रं दत्त्वा चर्चितमासीत्, तथा एव इत्येव अस्ति अत्रापि, केवलं पृथक्त्ववन्तौ यौ आश्रयौ तदाश्रितौ इति उक्तं, यतोहि पुस्तके तथा अस्ति, तावदेव. पृथक्त्ववन्तौ यौ आश्रितौ. अस्तु, इतः अग्रे अजितः महोदय पठति वा? आं भगिनि. वृक्षस्य अवयवाः. वृक्षस्य अवयवाः पक्षिणः अवयवेभ्यः पृथक् इति कृत्वा वृक्षस्य अवयवेषु पृथक्त्वम् इति गुणः वर्तते. पुनः पक्षिणः अवयवाः वृक्षस्य अवयवेभ्यः पृथक् इति कृत्वा पक्षिणः अवयवेषु पृथक्त्वम् इति गुणः वर्तते. इत्युक्ते वृक्षस्य अवयवाः वृक्षस्य उपरि पक्षिणः. ओ ओ, एकनिमिषः, तत्र भ्रमः मास्तु. वृक्षः इति भिन्नपदार्थः, पक्षिः इति भिन्नपदार्थः. अस्तु अस्तु. वृक्षस्य अवयवाः के? वृक्षस्य शाखा. शाखाः. पक्षिणः अपि अवयवाः सन्ति खलु? पक्षिणः वदतु वरजिनी. ते भिन्नाः, अतः वृक्षस्य अवयवाः पक्षिणः अवयवेभ्यः पृथक् इति उक्तम्. अस्तु, इति कृत्वा पृथक्त्वम् इति कृत्वा पृथक्त्वं कुत्र अस्ति? वृक्षस्य अवयवेषु इति कृत्वा वृक्षस्य अवयवौ पक्षिण अवयवोः मध्ये पृथक्त्वं वर्तते इति, अथवा सत्यं. किन्तु पृथक्त्वम् इति एकः गुणः. वृक्षः पक्षिणः पृथक् इति वदनार्थं वृक्षे पृथक्त्वम् इति गुणः स्यात् खलु? अस्माभिः पूर्वमपि चर्चितम्. तथैव वृक्षस्य अवयवाः पक्षिणः अवयवेभ्यः पृथक् इति वदनार्थं वृक्षस्य अवयवे पृथक्त्वम् इति गुणः स्यात्, तदा एव वक्तुं शक्नुमः. इति कृत्वा वृक्षस्य अवयवेषु पृथक्त्वम् इति गुणः वर्तते इति उक्तम्. अस्तु, अग्रे. पुनः पक्षिणः अवयवाः वृक्षस्य अवयवेभ्यः पृथक् इति कृत्वा पक्षिणः अवयवेषु पृथक्त्वम् इति गुणः वर्तते. यथा पूर्वमुक्तं, यदि पक्षिणः उदाहरणं पक्षिणः पूर्वं उपस्थानं करोति चेत् पक्षिणावयवः वृषणावयवेभ्यः पृथक् इति कृत्वा पक्षिणः अवयवः पृथक्त्वम् इति गुण अवयवे पृथक्त्वं गुण इति गुणः वर्तते इति. उभयत्र वर्तते, वृक्षस्य अवयवेषु वर्तते पृथक्त्वं, पक्षिणः अपि अवयवेषु वर्तते पृथक्त्वम्. अस्तु, अनेन किं साध्यते? अग्रिमवाक्यं. अनेन वृक्षस्य अवयवः पृथक्त्वान् पक्षिणः अपि अनेन वृक्षस्य अवयवः पृथक्त्ववान् पक्षिणः अपि अवयवः पृथक्त्ववान् इत्युक्ते अनेन वाक्येन किम् उक्तं? वृक्षस्य अवयवः पृथक्तवान् अथवा पक्षिणः अवयवः पृथक्तवान् इति वक्तुं शक्नुवन्ति? हा, पृथक्त्ववान् तत्र प्रत्ययः अस्ति, पृथक्त्वं यस्मिन् सः पृथक्तवान्, वृक्षस्य अवयवः पृथक्तवान्, पक्षिणः अपि अवयवः पृथक्तवान् इति साधितं. पृथक्त्वम् इति गुणः विद्यते अवयवेषु. अस्तु, अग्रे सावित्री भगिनी इमं परिच्छेदं समापयति वा? द्वौ अपि अवयवौ वृक्षस्य एकः पक्षिणः च एकः अवयविनः आश्रयः, अतः इमौ द्वौ अपि पृथक्त्ववन्तौ आश्रयौ. वृक्षः स्वस्य पृथक्त्ववती आश्रये आश्रितः, पक्षी अपि स्वस्य पृथक्त्ववती आश्रये आश्रितः. अनेन पृथक्त्ववन्तौ यौ आश्रयौ तदाश्रितौ वृक्षपक्षिणो पृथगाश्रयाश्रितौ. पृथगाश्रयाश्रितौ इत्यस्मात् युतसिद्धौ, तस्माच्च वृक्षपक्षिणोः जायते संयोगः. अत्र वृक्षस्य एकः अवयवः स्वीकृत्य पृथक्त्ववान् अवयवः अस्ति, पक्षिणः अपि एकः अवयवः स्वीकृत्य तदपि पृथक्त्ववान् अस्ति, द्वयोः मिलित्वा द्वौ अपि अवयवौ पृथक्त्ववन् द्वौ अपि अवयवौ पृथक्त्ववन्तौ. अवयविनः आश्रयः, अवयविनः आश्रयः आम्, अतः इमौ द्वौ अपि पृथक्त्ववन्तौ आश्रयौ. अत्र तदेव पुनः उक्तमस्ति, वृक्षस्य अवयवः पृथक् अस्ति तदर्थं पृथक्तवान्, पक्षिणः अवयवः अपि पृथक् अस्ति तदर्थं सो अपि पृथक्तवान्, द्वौ अवयवौ पृथक्तवन्तौ, द्वौ अपि आश्रयौ. हा, सः एव मुख्यः विचारः, अवयवः एव खलु अवयविनः. आं, तर्हि पृथक्तवन्तौ आश्रयौ इति अपि साधु. वृक्षः स्वस्य पृथक्त्ववती आश्रये तिष्ठति, पक्षी अपि स्वस्य पृथक्त्ववती आश्रये तिष्ठति आश्रितः, द्वयोः स्वस्य आश्रये पृथक्त्ववती आश्रये आश्रितः. तत्र विभक्ति का भगिनि? कुत्र पृथक्त्ववती कस्य विशेषणं? सप्तमी आश्रये, आश्रयपदस्य. पक्षी अपि स्वस्य पृथक्तवती आश्रये आश्रितः, अनेन पृथक्तवन्तौ यौ आश्रयौ तदाश्रितौ वृक्षपक्षिणौ पृथक्ताश्रयाश्रितौ सिद्धं भवति. द्वयोः पृथगाश्रये आश्रितः भवति तदर्थं द्वयोः पृथक्तवन्तौ आश्रयौ आश्रितौ. अन्तिमवाक्यमस्ति, पृथगाश्रयाश्रितौ इत्यस्मात् चितसिद्धौ तस्माच्च वृक्षपक्षिणोः जायते संयोगः. यथा वयं पूर्वमेव दृष्टवन्तः, पृथगाश्रयाश्रितौ द्रव्ये एव युतसिद्धौ संयोगः भवति. पृथगाश्रयाश्रितौ द्रव्ये एव संयोगः जायते. युतसिद्धौ इति समानार्थकपदमस्ति. यस्य आश्रयाश्रितौ द्वयोः भिन्नभिन्न भवति, तदर्थं वृक्षपक्षिणोः जायते संयोगः. समीचीनमस्ति. तर्हि यत्र युतसिद्धत्वं यत्र पृथग् आश्रय आश्रितत्वं तत्रैव संयोगः जायते इति वार्ता. अस्तु, अग्रिमपरिच्छेदं सन्ध्या भगिनी पठति वा? आं भगिनि. कपालभूतलयोः पृथगाश्रयाश्रितत्वेन तयोः संयोगसम्भवेऽपि घटकपालयोः तथाविधत्वाभावात् न तयोः कर्मजसंयोगजसंयोगोत्पत्तिः. कपालभूतलयोः कर्मजः संयोगश्च संयोगजसंयोगश्च उत्पत्तुम् अर्हति. किमर्थं? पृथगाश्रयाश्रितत्वात्. किन्तु घटकपालयोः तथाविधं पृथगाश्रयाश्रितत्वं नास्ति. तथाविधत्वस्य अभावात् न तयोः कर्मजसंयोगजसंयोगस्य उत्पत्तिः. तर्हि तदेव अस्ति, कपालभूतलयोः पृथगाश्रयाश्रितत्वम् अस्ति. कपालस्य पृथग् आश्रयः, भूतलस्य आश्रयः पृथक्. अतः कपालभूतलयोः मध्ये यः संयोगः अस्ति तत् संयोगः सम्भवति, परन्तु घटयोः कपालयोः घटकपालयोः मध्ये तथा पृथगाश्रयाश्रितत्वं नास्ति. अतः कर्मजः वा संयोगजः वा संयोगस्य उत्पत्तिः न भवति इति पुस्तकस्य वाक्यम् अस्ति. तावदेव अस्ति. यत्र युतसिद्धत्वं यथा कपालभूतलयोः तत्र कर्मजः वा संयोगजः संयोगः. घटकपालयोः तदा विधत्वं नास्ति. तदा विधत्वं नास्ति इत्युक्ते पृथगाश्रय आश्रितत्वं नास्ति इति एव प्रदर्शयितुम् इच्छति अस्मिन् वाक्ये. तथाविधत्वस्य अभावात् इत्युक्ते पृथगाश्रय आश्रितत्वस्य अभावात्, यतः घटस्य कपालस्य च समानः आश्रयः इति कृत्वा तयोः मध्ये संयोगः न जायते. अत्र कोऽपि प्रश्नः वा? अस्तु, तर्हि विरमामः. शुभरात्रिः. धन्यवादः. शुभरात्रिः. धन्यवादः.